नमस्ते. अद्य जुहोत्याधिकरणे अजन्तदातवः इति पाठः प्रवर्तमानः अस्ति. पुनरभ्यासरूपेण, पुनस्मरणरूपेण किञ्चित् पश्यामः. हेमा भगिनी वदति वा जुहोत्याधिकरणस्य करणप्रत्ययः कः इति रूपेण? जुहोत्यादिगणे श्लू इति विकरणप्रत्ययः अस्ति. प्रथमं कर्तरि शप् विधीयते यत्र सार्वधातुककर्तृत्वके प्रत्यये परे. तदनन्तरं जुहोत्यादिगणस्य सूत्रमागत्य शपः स्थाने श्लू इति भवति. श्लू अपि श्लू इत्युक्ते लोपः एव, परन्तु ननुमताङ्गस्य सूत्रेण अत्र तस्य लक्षणानि न तिष्ठन्ति एव. परन्तु यदि लोपः भवति तत्र प्रत्ययलक्षणं, प्रत्ययलोपे प्रत्ययलक्षणम् इति कारणेन तत्र तदाश्रितं कार्याणि भवन्ति एव इति. तदनन्तरं यत्र यत्र धोत्यादिगणे सर्वत्र द्वित्वं भवति, द्वित्वस्य सूत्रमस्ति, विधायकसूत्रमस्ति श्लौ इति. द्वित्वप्रकरणस्य बहवः सूत्राः सन्ति. षष्टमाध्याये सूत्रसङ्ख्या 1 तः 12 पर्यन्तं सर्वे द्वित्वप्रकरणमेव विवृणोति. यदा द्वित्वं भवति तदा द्विविधकार्ये भवतः ह्रस्वः, हलादिः, शेषः, शर्पूर्वाः, खयः, कुहोश्चुः, उरत् अभ्यासे चर्चिति. प्रथमपञ्चम तु अङ्गकार्यमस्ति. अन्तिमसूत्रम् अभ्यासे चर्च् तु अष्टमाध्याये सन्ति. वयं दृष्टवन्तः कानिचन सूत्राणि केवलं शर्पूर्वाः शर्पूर्वाखयः इत्येव वयं न पठितवन्तः. रामप्रिया भगिनी ह्रस्वः इति वा? ह्रस्वः इत्युक्ते अभ्यासस्य यद् अच्छुवर्णः अस्ति तद् ह्रस्वः भवति. हलादि शेषः इत्युक्ते आदि अभ्यासस्य आदिमः यद् हल् वर्णः अस्ति तस्य लोपः भवति इति. कुहोश्चुः इत्युक्ते अभ्यासे कवर्गीयस्य हकारस्य स्थाने चवर्गी आदेशः भवति. अनन्तरं उरत् इति अस्ति. उरत् प्रत्यये परे अभ्यासस्य यदा ऋकारः अस्ति तस्य स्थाने अत् इति आदेशः भवति. अभ्यासे चर्चा इत्युक्ते अभ्यासे जल् स्थाने जश् चर् आदेशः भवति, च आदेशः भवति. उरत् भवति तत्र उरण्परः इनेन सदारपरः भवति. अनन्तरम् अभ्यासे चर्च इत्यस्य इत्युक्ते चतुर्थ चतुर्थवर्णस्य स्थाने तृतीयवर्णः, द्वितीयवर्णस्य स्थाने प्रथमवर्णः इति. धन्यवादः. मणिमहोदय पठति वा? अत्र हलादि शर्पूर्वाकयः इति अस्ति वा महोदय? स्वीकरोतु महोदय. शर्पूर्वाकयः महोदय न लिखितवान् वा? एतत् नास्ति इति मन्ये. अत्र सूत्रम् अनुवृत्तिसहितसूत्रं न लिखितवान्. अत्र शर्पूर्वकयः इति किं वदति इत्युक्ते अत्र आदि इति हलादिशेषः इत्यस्मात् आयाति, अनुवृत्तिकार्याति. तर्हि यत् इत्युक्ते अभ्यासे यदि शर्वणः अस्ति, आदौ शर्वणः भवेत् शर् इत्युक्ते शर् इति प्रत्याहारः शर्वर्णः भवेत्, तस्य अनन्तरं कै वर्णः भवति चेत् कै इत्युक्ते वर्गीयव्यञ्जनानां तव द्वितीयसदस्यव्यञ्जनम्, तर्हि प्रथमं शर् तदनन्तरं वर्गीयव्यञ्जनानां प्रथम वा द्वितीय वा वर्णः भवति चेत् अन्ये सर्वे हल् वर्णाः लुप्यन्ते. क्षम्यतां महोदय, पुनः कै स्थाने शर् प्रत्याहारे प्रथमं शर् अस्ति, प्रथमं शर् प्रत्याहारे व्यञ्जनं भवेत्, तदनन्तरं खैस्य प्रत्याहारे एकः वर्णः, एकः वा द्वे द्वे वा त्रीणि वा भवतु, कियानपि भवतु खैवर्णस्य वर्णः भवेत्. तर्हि किं भवति इत्युक्ते खैवर्णः एव अवशिष्यते, अन्ये सर्वे हल् वर्णाः सन्ति. तर्हि यदि कैवर्णमस्ति चेदपि कैवर्णद्वयमेव अपि तिष्ठति, किन्तु अन्ये सर्वे वर्णाः अपगच्छन्ति. शर् अपि अपगच्छति, तद् अनन्तरं कैवर्णस्य अनन्तरं यत्किमपि वर्णाः भवेत् तदपि अपगच्छन्ति इति सूत्रं वदति. किन्तु अस्माकं जुहोत्यादिगणे जुहोत्यादिगणे तस्य आवश्यकता नास्ति. उदाहरणार्थं स्पर्द् इति पश्यामः, स्पर्द् मणिमहोदय करोति वा स्पर्द् इति सर् महोदय महोदय पुनः वदति वा महोदय, ईपत्ररूपेण लिखितवान्, किमर्थं न जाने, मां न श्रोतुं शक्नोति महोदय. भगिनी वदति वा स्पर्धिति का भगिनि किल काम्पिटिशन् स्पर्धति स्पर्धेव किल भगिनि आं भगिनि स्पर्द् वदामि वा भगिनि, अत्र धातुः अस्ति स्पर्द् आं महोदय स्पर्द् धातुः अस्ति, अत्र प्रथमं द्वित्वं भूत्वा स्पर्द् स्पर्द् भवति. अत्र प्रथमं सकारः अस्ति, अत्र अनन्तरं स्पर्द् स्पर्द् अस्ति प्रथमम् अत्र. अत्र इदानीं एकनिमिषः भगिनि, इदानीम् अत्र कार्यमस्ति स्पर्ध स्पर्ध, अत्र अत्र प्रथमं तु शर् पूर्वाः खय इत्यस्यैव प्रसक्तिः अस्ति इति चिन्तयामि, अतः प्रथमं सकारः अस्ति तत्तु शर् प्रत्याहारे अस्ति, अनन्तरं पकारः अस्ति, पकारः तु खै प्रत्याहारे अस्ति, अपि च रेपः अपि अस्ति खलु भगिनि, अत्र रेपः अपि अस्ति इदानीं अनन्तरं अनन्तरं महाप्राणः धकारः अस्ति. इदानीं धकारः तु रेपः धकारः तु झलामस्ति, तस्य प्रसक्तिः इदानीं न आगच्छति चिन्तयामि, किमर्थं चेत् अत्र एकनिमिषः भगिनि, तत्तु पूर्वतः तस्य कार्यम् इदानीं न भवति. स्पर्ध स्पर्ध अत्र प्रथमं अत्र अत्र प पर् इति अवशिष्यते वा भगिनि? प्रथमं तु पर् अवशिष्यते खलु भगिनि? प्रथमं तु सूत्रे एव एतदेव वदति, अभ्यासे यदि षड्वर्णात् परः कैवर्णाः सन्ति तर्हि ते सर्वे कैवर्णाः एव अवशिष्यन्ते, अन्यः कैवर्णाः एव अवशिष्यते. इत्युक्ते यद्यपि रेपः पकारस्य अनन्तरम् अस्ति तदपि अपगच्छति वा भगिनि? इत्युक्ते अत्र खैवर्णाः एव अवशिष्यन्ते अभ्यासे. यदि पूर्वं षर् प्रत्याहारे कोऽपि वर्णः अस्ति चेत् अत्र केवलं खैवर्णाः एव अवशिष्यन्ते. प्रथमं सकारः गच्छति, पकारः अस्ति, अकारः अस्ति, अनन्तरं रेपः अपि अस्ति, परन्तु रेपः अपगच्छति वा भगिनि? रेपः तु प्रायः हलादिः शेषः इत्यनेन प्रायः अस्ति, किन्तु अत्र तु अष्टाध्यायी डाट् काम् मध्ये मध्ये उक्तमस्ति इत्युक्ते हलादिः इत्यस्य आवश्यकता नास्ति. एतेन सूत्रे एतेन सूत्रेण एव सर्वे वर्णाः अपगच्छन्ति, अन्ये सर्वे वर्णाः अपगच्छन्ति, केवलं खैवर्णः एव तिष्ठति, तर्हि रेफः अपि अपगच्छति. यः महोदयः स्पृशिति धातुं कृतवान् किल, तत्रापि प एव समानरूपेण अवशिष्यते अत्र. तर्हि यत् खैवर्णः अस्ति प्रथमं अनन्तरं खै अस्ति, तर्हि प्रथमं षर् अपगच्छति, खै तिष्ठति, खै अनन्तरं यत् सर्व यत् वर्णाः सन्ति तत् सर्व तानि सर्वाणि अपि अपगच्छन्ति इति सूत्रं वदति. तथा एव दातुं शक्नुमः चेत् सास्ता इति अस्ति, अत्रापि सकारः तु षट्प्रत्याहारे अस्ति, अनन्तरं सकारः खै प्रत्याहारे अस्ति, तर्हि हा इति एव अवश्यते, सकारस्य भवति, तर्हि हा इति आदौ, तदनन्तरं ह्रस्वः इत्यनेन सा इति भवति, तस्य अनन्तरं अभ्यासे इत्यनेन स्वस्था इति भवति. ध्वनिः सम्यक् नास्ति भगिनि अद्य, किमर्थं तिष्ठति तिष्ठति अस्तु भगिनि. तर्हि एतत्तु न आवश्यकता नास्ति अत्र ज्योत्यादिगणे न आवश्यकं, तर्हि अग्रे सरेम. आं भगिनि, द्वित्वम् आदौ आगच्छति, ततः एव अभ्यासः इति भागः आयाति खलु. द्वित्वं नास्ति चेत् अभ्यासः इति भागः न आगच्छति. अस्तु हेमा भगिनी पठति. फैनल् रूपं वदतु महोदय. सुब्रह्मण्यं महोदय उक्तवान् खलु, पा एव तिष्ठति, तति पा स्पर्ध इति भवति. ओ पा स्पर्श ओके धन्यवादः महोदय. तर्हि नास्ति, अतः एव अहं किञ्चित् अनेके रूपाणि द्रष्टव्यम्. अस्तु तर्हि हेमा भगिनी अग्रे पठति वा, तिङ् प्रत्ययसिद्धिः इति. कुत्र भगिनि? तिङ् प्रत्ययनिमित्तम् अङ्गकार्यं तदा प्राकृतिकं न तिङ् प्रत्ययसिद्धिः. तिङ् प्रत्ययसिद्धिः वा? जुहोत्यादिगणे अङ्गम् अनदन्तम्, अतः अनदन्ताङ्गानां कृते सिद्धतिङ्प्रत्ययाः भवन्ति. परन्तु यत्र धातुः अभ्यस्तसंज्ञकः अस्ति तत्र तिङ्प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयं वर्तते. जुहोत्यादिगणे सर्वे धातवः अभ्यस्तसंज्ञकाः, अत्र सर्वत्र इमे द्वे कार्ये स्तः. तर्हि जुहोत्यादिगणे सर्वे अनदन्त अङ्गमेव अस्ति. वयं तिङ्प्रत्ययाः तु पूर्वमेव दृष्टवन्तः. यत्र यत्र सामान्यकार्याणि न विधीयन्ते तत्र विशेष विशिष्टकार्याणि भवन्ति इति. अत्र एवं कार्ये द्वे स्तः. इमे सूत्रे वयं अदादिगणे अपि पठितवन्तः, अदभ्यस्थात् अपि च सिजभ्यस्तविदिभ्यश्च इति. अदभ्यस्थात् अभ्यस्तसंज्ञकधातूतरस्य प्रत्ययस्य आदिम आदिमावयवस्य झकारस्य स्थाने अत् आदेशो भवति. अनुवृत्तिसहितसूत्रमस्ति अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत् इति. तर्हि यत्र यत्र द्वित्वं भवति तत्र अभ्यस्तसंज्ञकधातुः अस्ति चेत् तस्य तस्य अनन्तरं यदि झ आदेशः आयाति इत्युक्ते प्रथमपुरुष बहुवचने तत्र प्रत्ययस्य झ स्थाने अत् आदेशः भवति इति सूत्रं वदति. अत्र वयं मनसि अयम् अंश स्थातव्यम् अत् अत्र तकारस्य लोपः हलन्त्यम् इति कारणेन न अपगच्छति. परन्तु न विभक्तौ तु स्माः, यतोहि अत् अत्र विभक्तिसंज्ञकः अस्ति. अतः न विभक्तौ तु स्माः अनेन तकारः तिष्ठति इति. यथा वयं ददाति तत्र ददति इति भवति. अपि च लोट्लकारे अपि समानम् अतु इति भवति, न तु अन्तु. मणिमहोदय क्षम्यतां, विस्मृतवती. अग्रिमं पठतु महोदय. सुजभ्यस्तविदिब्धस्य ङित् लकारस्य अवस्थायां सिच् प्रत्ययात् अभ्याससमेकात् धातोः वित् धातोः च परस्य जी प्रत्ययस्य स्थाने जुष् आदेशः भवति. सिच् च अभ्यासश्च अभ्यस्तश्च विदिश्च च तेषाम् इतरेतरदण्डः सिजभ्यस्त विदयः तेभ्यः सिजभ्यस्त विधिभ्यः सिजभ्यस्त विधिभ्यः पञ्चम्यन्तं च अव्ययपदं त्रिपदं द्विपदं दं सूत्रं नित्यं निदः इत्यस्मात् नित् इत्यस्य अनुवृत्तिः जेर्जुष् इत्यस्मात् जेः जुष् इत्यनयोः अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सुजभ्यश्च विदिभ्यश्च च नित्लस्य जेः जुस् इति अनुवृत्तिसहितसूत्रं. सिज् यत्र यत्र लङ्लकारे सिज् प्रत्ययः अनन्तरम् अदभ्यस्य धातोः विद् धातोः इत्येषां सन्ति चेत् अत्र प्रथमपुरुष बहुवचने जः स्थाने जुस् इति आदेशः भवति. महोदय महोदय पठति वा? पुष्प भगिनी क्षम्यताम् अहं कृतवती. तर्हि भगिनी पठतु भगिनि. लङ्गे अभ्यस्तसंज्ञकधातोः परस्य जी स्थाने जुस् आदेशः. जुस् इत्यस्य अनुबन्धलोके ऋत्वविसर्गौ उः इति भवति, ऋत्वविसर्गौ उः इति भवति. तर्हि अभ्यस्तसंज्ञकः धातुः अस्ति चेत् लङि अन्स्थाने उः इति प्रत्ययः भवति. अतः आहत्य अभ्यस्तसंज्ञकः धातूनां कृते सार्वधातुकलकारेषु सिद्धतिङ्प्रत्ययाः एते जुहोत्यादिगणे एते एव योजनीयाः. वदति वा भगिनि सारांशः? सारांशः तु लङि जि स्थाने जुस् आदेशः, जुस् प्रत्यय इत्यस्य अनुबन्धलोपे ऋत्वसर्गौ, तत्तु उहा उहु इति भवति. तर्हि अभ्यस्तसङ्गस्य सङ्गकधातुः अस्ति चेत् लङि अन्स्थाने उहु इति प्रत्ययः भवति. आं भगिनि, यदि इत्युक्ते साधारणतया एतत्तु लङ्लकारस्य एव कार्यं भवति. किमर्थम् इत्युक्ते जुप् इति लङ्लकारस्य लक्षणं भवति, किन्तु लोट् लङ्वत् इत्यनेन लोट् लकारस्य तस्य केनापि कारणेन एतत् सूत्रं तत्र न विधीयते. सम्यक्तया कुत्रचित् अपि न लभते किमर्थं न विधीयते, किन्तु एतत्तु लङि एव कार्यमस्ति, लङ्लकारस्य एव लक्षणं भवति. पूर्वं तत्र ङितः अस्ति चेत् किमर्थं लुङ्गि वा लङ् विधिलिङ्ग् न भवति, तत्र भिन्नसूत्राणि सन्ति इति वा? आम् आं भगिनि, अत्र सिजभ्यस्त विधिभ्यस्त लङ्गि लङ्गि कनिष्ठेन कार्यं करोति, किन्तु लोटो लङ्वत् इत्यनेन लोट्लकारे एतत् कार्यं न करोति इति पूर्वम् उक्तमासीत्. तर्हि पठति वा भगिनि रूपाणि? रूपाणि सीतः अन्ति अति सीतः ता नीमवहमः परस्मैपदि आत्मनेपदि ते आते अते से आथे अद्वे ये वहे महे लोट्लकारे तु तात् ताम् अति हि तात् तम् अत्ता आनि आव आम प्रश्नेपदि नेपदे ताम् आताम् अतां स्व आथां द्वम् ऐ आवहै आमहे लङ्लकारे ताम् उः स तं ताम् अं व मापदि त आताम् अत थाः आथां द्वम् इ वहि महि विधिलिङ्गे यात् यातां युः याः यातां यात यां याव याम आत्मनेपदि ईत ईयातां ईरन् ईताः ईयाथाम् ईध्वम् ईय ईवहि महि तृतिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनम् तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनं. प्रथममस्ति आकारान्तदातवः, षड् धातवः सन्ति मान् माने मा ओहाङ्गतौ हा ओहाक् त्यागे हा गा स्तुतौ गा दुधां दाने धा दुधा ध ध ध दुधाय धारणपोषणयोः धा च. प्रथमं माङ् माने अहो ओहाङ् ओहाङ्गतौ हा ओहाक् त्यागे हा गा स्तुतौ गा द्वितीयम् अभ्यासकार्यं गृहां अन्तर्गणः गृह्णादि अन्तर्गणः डुब्रु धारणपोषणयोः माङ् माने ओहाङ् गतौ इमे त्रय धातवः भृङादयः अत्र प्रथमं भृयान् अन्तर्गणविषये अस्ति तत्र सूत्रमस्ति भृयामित् श्लौ परे भृञ् माङ् ओहाङ् इत्येषां धातूनाम् अभ्यासस्य ह्रस्व ईकारादेशो भवति अलोन्त्यस्य इत्यनेन अभ्यासन्तस्य वर्णस्य स्थाने इधादेशः न तु अभ्यासस्य पूर्णस्य भृयान् षष्ट्यन्तम् इति प्रथमान्तं द्विपदमिदं सूत्रं निजां त्रयाणां गुणः श्लौ इत्यस्मात् त्रयाणां श्लौ इत्यस्मात् अनुवृत्तिः अत्र लोभा लोपोभ्यस्य अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं भृयां त्रयाणाम् अङ्गस्य अभ्यासस्य इत् श्लौ अत्र त्रयः धातवः भृञ् माङ् ओहाङ् धातूनां परः श्लौ अस्ति चेत् तस्य अभ्यासस्य ह्रस्व ईकार आदेशः भवति त्रिषु धातुषु माङ् माने अनुबन्धलोपे मा इति भवति ओहाङ् गतौ अनुबन्धलोपानन्तरं आकारान्तधातु हा इति भवति द्वयमपि ङित्वात् आत्मनेपदी धातुः भगिनी अत्र ओ ओ लोपः लोपस्य सूत्रं किं विस्मृतवती उपदेशे अजननासिकः समानं वा तत्र अनुनासिकवर्णः वा धन्यवादः भगिनि मणिमहोदय अत्र ओहाङ्ग् अस्ति तथैव अनुनासिक ओ इति अजननासिकः अस्ति तर्हि उपदेशे अजननासिकरी इत्यनेन ओ इत्यस्य लोपः भवति नकारस्य हलन्त्यम् इत्यनेन लोपः भवति तर्हि हा इति अवशिष्यते महोदय पठामि त्रिषु धातुषु माङ् माने अनुबन्धलोपे मा ओहां गतौ अनुबन्धलोपे हा अकारान्तधातुः द्वयमपि ङित्वात् आत्मनेपदीरूपम् ओ ङित्वत्वात् द्वः आत्मनेपदीरूपमपि एव सन्ति मा श्लौ पठामि महोदय श्लौ इत्यनेन द्वित्वम् अतः मामा इति रूपं बृञ्जामित् इत्यनेन अभ्यस्त क्रस्वकारदेशः मिम इति अङ्गम् हा श्लौ इत्यनेन द्वित्वं हा हा बृञ्जामित् इत्यनेन अभ्यस्तस्य ह्रस्वकारदेशः हि हा इति रूपम् अनन्तरं गुहोश्चुः इति सूत्रेण चवर्ग आदेशः देन् अतः जिहा इति अनन्तरम् अभ्यासे सच्च इत्यनेन जस् स्थाने जस् जहा जिहा इति रूपम् बृञ्जामित् सूत्रं द्वयोधातोः अपि कार्यं करोति अतः ईकारादेशः अत्र अत्र मिम इत्र हिहा इति देन् अनन्तरं हिहास्य च उहोचनसूत्रेण जिहा इति हकारस्य जकारः आदेशः सो जिहा इति रूपं देन् अनन्तरम् अभ्यासस्य सूत्रेण जल् स्थाने जस् आदेशः अतः जिहा इति रूपम् अङ्गं महोदय द्वयमपि नित्वात् आत्मनेपदी धातुः इति उक्तं किमिति पूर्वं अस्माभिः दृष्टमासीत् प्रायः पूर्णतेन पठितम् अनुदातनीतः आत्मनेपदम् इति सूत्रेण आत्मनेपद पदं वर्तते तस्य त्यागे अनुबन्धलोपे हा धातुः परस्मैपदि हा द्वित्वम् अभ्यासकार्यञ्च परिशीलनीयन परिशीलि परिशीलनीयम्. अत्र ओहाक् अनुबन्धलोपानन्तरं हा भवति, अनन्तरम् अत्र श्लव् इत्यनेन द्वित्वं हा हा भवति, अनन्तरम् अत्र कुहोश्चुः इत्यनेन हाकार प्रथम अभ्यासस्य हकारस्य स्थाने झकारः, अतः झा हा इति रूपं भवति. अनन्तरम् अत्र ह्रस्वः इत्यनेन झः इति भवति, अनन्तरम् अत्र अभ्यासे चर्च इत्यनेन झकारस्य स्थाने झकारादेशः भवति, अतः जः इति अङ्गम् इदानीम्. अहं वयं गतसप्ताहे यदा वयम् अभ्यासं कृतवन्तः तस्मिन् समये वयं ह्रस्वः इति प्रथमं स्वीकृत्य कृतवन्तः खलु, आदौ ह्रस्वः तदनन्तरं सोपानेन किं भिन्नसोपानेन कृतवन्तः, किन्तु ह्यः महोदय तथा एव आसीत् प्रथमम् एतत् करपत्रं, किन्तु अनन्तरं महोदय ह्यस्मिन् वर्गे प्रायः महोदय समीकृतवान् इति इत्युक्ते परसूत्रं बलवत् इति कृत्वा परसूत्रस्य कार्यं प्रथमं कुर्मः, किन्तु अद्यापि हेमा भगिनी अपि महोदय पत्ररूपेण पृष्टवती, अहमपि पृष्टवती आसम्. तर्हि एकम् अन्यं तिष्ठं तत् एतद् सूत्राणि तिष्ठ न आगच्छति परसूत्रं परसूत्रं तत्तु अभ्यासे चर्चा प्रथमम् आयाति. अभ्यासे चर्चा कदापि प्रथमम् आयाति भगिनि, अभ्यासे चर्चा तु अष्टमाध्यायस्य सूत्रमस्ति खलु, तत् सर्वदा अन्ते आयाति, किन्तु अत्र यानि सूत्राणि षष्ठ सप्तमाध्यायस्य यानि सूत्राणि सन्ति तेषु यत् परसूत्रमस्ति तत् प्रथमं कुर्मः. तथा अस्ति यतः वयं यत् इत्युक्ते अस्माकं सूत्राणि किं सन्ति, कानि सन्ति, सस्तः हलादिशेषः शापूर्वाखयः कुहोशुः उरत् इति अस्ति खलु, तर्हि उरत् प्रथमं कार्यं कुर्मः परसूत्रमिति अस्मात्, अनन्तरं कुहोशुः कुर्मः, अनन्तरं शर्पूर्वाखयः इति, तदनन्तरं हलादिशेषः, तदनन्तरं ह्रस्वः इति कर्तुं शक्नुमः. किन्तु एतदपि उक्तवान् अभ्यासविकारेषु बाधकभावो नास्ति इति एका परिभाषा अस्ति, परिभाषासङ्ख्या अस्ति 66 इति अस्ति. तर्हि तेन किम् इत्युक्ते अभ्यासविकारेषु बाध्यबाधकभावो नास्ति इति. अभ्यासविकारेषु यत्र अभ्यासविकारः भवति तत्र अभ्यासकार्याणि भवन्ति, तत्र भाग्य अस्माकं प्रथम परसूत्रं पुरुसूत्रम् इति तादृशं चिन्तनं न आवश्यकम् इति एतत् परिभाषा वदति, एषा परिभाषा. किन्तु इति एकत्र तथा उक्तमस्ति, किन्तु अन्यत्र किमुक्तमस्ति इत्युक्ते तदेव अन्यत्र किमुक्तम् इत्युक्ते यत्र तथा अन्यत्र इत्युक्ते यदि प्रकारेण न कुर्मः परसूत्रं पूर्वसूत्रम् इति दृष्ट्वा परसूत्रं बलवत् इति चिन्तयित्वा न कुर्मः चेत् कुत्रचित् दोषः अपि भवति, किन्तु एतस्य पूर्णतया विवरणं न प्राप्तं महोदयेन, तर्हि महोदय अन्यानपि अन्यत्रापि अन्विष्यति अधुना, तर्हि अग्रे गत्वा प्रायः यदि समाधानं प्राप्नोति तर्हि महोदय वक्ष्यति, नो चेत् परसूत्रं बलवत् इति कृत्वा एव वयम् अधुना कुर्मस्ति करोतु इति आदिष्टवान् महोदय. यथा मया कृतं तत् समीचीनमेव खलु भगिनि, तदेव आचरन्तु इति उक्तवान्. अस्तु भगिनि, धन्यवादः. तथा एव तर्हि परसूत्रं बलवत् इति कृत्वा आचरन्ति महोदय अधुना उक्तवान्, तथा एव आचरन्तु. अस्तु भगिनि, कुत्रचित् अन्यत्र जालपुटे पश्यामः चेत् कुत्रचित् भिन्नरूपेण ह्रस्वः प्रथमं कार्यम् इति कृत्वा लिखितवन्तः, तत्रापि प्रायः दोषः न स्यात् इति चिन्तयति, पूर्णतया अधुना न ज्ञायते अस्माभिः. अतः क्लेशः श्रमः मास्तु. यत् अधुना वयं किं कुर्मः अस्माकं वर्गे इत्युक्ते करसूत्रं फलवत् इति कृपा कुर्मः इति चिन्तनम्. अग्रे पठामि वा भगिनि. गा स्तुतौ छान्दसः इत्युक्तौ वेदे प्रयुज्यते न तु लोके. अतः बहुलं छन्दसि इत्यनेन सूत्रेण अभ्यासस्य इत्वम् अत्र गा स्तुतौ इति गा धातुः अस्ति. तत्तु यदि वयं वेदे तस्मिन् विषये उपयोगं करिष्यामः अत्र बहुलं छन्दसि इति सूत्रेण अभ्यासस्य इत्वं भवति. इत्युक्ते अत्र प्रथमं गा अस्ति, गा गा भवति श्लौ इत्यनेन. अनन्तरम् अत्र कुहोश्चुः इत्यनेन गकारस्य झका झ आदेशः भवति, झा गा इति इदानीम्. अनन्तरम् अत्र ह्रस्वः इत्यनेन झगा, अनन्तरम् अभ्यासे चर्चे इत्यनेन झकारस्य अल्पप्राणः जकारः, अतः जगा इति भवति. परन्तु अत्र बहुलं छन्दसि इत्यस्य अपि प्रसक्तिः अस्ति, अतः तत्तु इदानीं सप्तमध्याये चतुर्थपादे अष्टसप्ततितमे तमसूत्रमस्ति. अतः प्रायः तत् सूत्रम् एतत् सूत्रं कुहोश्चुः इत्यस्मात् पूर्वमेव उपयोगं करिष्यामः. अतः यथा गागा भवति प्रथमं, तस्मिन् समये बहुलं छन्दसि इत्यनेन गीगा भवति, गिगा भवति. अनन्तरम् अत्र गीस्थाने झि जिगा, अतः ह्रस्व इत्यस्य प्रसक्तिः न भवति. अभ्यासे चर्च इत्यनेन जिगा इति रूपं भवति. धन्यवादः महोदय. धन्यवादः पुष्पा भगिनी. भगिनी, यत्र वेदे इति उक्तमस्ति तत्र धातु पाठे छन्दस् इति विषयः भवति वा? कथं जानीमः अयं धातुः? केचन धातवः वेदे एव प्रयुज्यन्ते इति मया श्रुतमासीत्. आम्, परन्तु वयं धातु पाठ धातु पाठे पश्यामः चेत् तत्र भवति वा सर्वत्र धातुपाठे इत्युक्ते धातुः एव अस्ति खलु? हा, तत्र यदि छान्दसः इति उक्तमस्ति तदानीमेव वयं जानीमः बहुलं छन्दसि इति प्रयोक्तव्यम् इति खलु? तदर्थं पृष्ट. सत्यं भगिनी, कुत्रचित् प्रायः तादृशम् उक्तम् इति मन्ये. के के धातवः छान्दसः वेदे एव प्रयुज्यन्ते इति कुत्रचित् केनापि प्रायः सूचितं भवेत्, किन्तु मया न ज्ञायते भगिनी कुत्र द्रष्टव्यं तदर्थं. पुष्पामहोदयस्य महोदयायाः पुस्तके तु अत्र तु अस्ति गा इति अयं छान्दसः इति तदर्थमेव इति सूचितम्. सत्यम्, अत्र सूचितमस्ति, किन्तु तदर्थम् एकं पुस्तकम् अस्ति वा छान्दसः कृते ये ये प्रयुज्यन्ते, ये ये धातवः प्रयुज्यन्ते, तस्य सङ्ग्रहणम् इति कृत्वा केनापि लिखितं वा इति मया न ज्ञायते. अस्तु भगिनि, धन्यवादः. क्षम्यताम्, अहं तु अधिकं न जानामि भगिनि. अत्र कृतं बहुलं छन्दसि. बहुलं छन्दसि विषये अभ्यासस्य इकारादेशो भवति श्लौ. यस्य कस्यापि धातोः श्लौ परे द्वित्वं तस्य वेदप्रसङ्गे अभ्यासस्थितस्य स्वरस्य इकारादेशः, यथा वित् वच् विवक्ति सच् सिशक्ति घृ जिघर्ति हृ जिघर्ति तानि धातु तां दा ताः धातुः धातूनां ज्योत्यादिगणे अस्ति न इति मन्ये भगिनि सर्वे तु न सन्ति इति मन्ये तथैव अहं मन्ये हा हा अस्तु अग्रे पठामि पठतु भगिनि यद्यपि ते जुहोत्यादिगणे न सन्ति इति अहं मन्ये यद्यपि ते जुहोत्यादिगणे न सन्ति तथापि ते तेषां श्लौ इत्यनेन श्लौ इति द्वित्वं भवति अनन्तरं च बहुलं छन्दसि इत्यनेन इकारादेशः अपि भवति इति मन्ये तिङ् प्रत्ययनिमित्तकम् अङ्गकार्यं श्ना नाभ्यस्तयोरातः श्ना प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति किति निति सार्वधातुकप्रत्ययेतरे श्नाश्च अभ्यस्तश्च तयोरितरेतरद्वन्द्वः स्नाभ्यस्तरो स्नाभ्यस्तौ तयोः स्नाभ्यस्तरयो स्नाभ्यस्तयोः स्नाभ्यस्तयोः षष्ट्यन्तम् आतः षष्ट्यन्तं द्विपदमिदं सूत्रं श्नसोरल्लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः गमहनजनखनघसां लोपः किञ्चनि इत्यस्मात् किति इत्यस्य अनुवृत्तिः अत् उत्सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अङ्गस्य शाब्न्यस्तयोः आतः लोपः निति किति सार्वधातुके अत्र श्नाप्रत्ययस्य अभ्यस्तसंज्ञकधातोः आकारस्य लोपः भवति किति निति सार्वधातुकप्रत्यये परे न न अत्र नास्ति न अत्र नास्ति इकार नास्ति आकारस्य लोपः भवति अस्ति क्षम्यतां क्षम्यताम् आं लोपः भवति तत् अत्र नास्ति अत्र अनन्तरं क्रिया क्रियादातु मम भ्रमः क्रियादातु न ऐ मीन् किं क्रिया इ हल्य गोः इत्यनेन इ आदेश तत् अग्रिमसूत्रमस्ति धन्यवादः भगिनि किं किं भवति क्रिया किं दातु अश्नाभ्यस्त क्रीणाति क्रीणीतः क्रीणाति क्रीणीतः क्रीणति वदति क्रीणाति किं किं गणः किं गणः क्रियादिगणः क्रियादिगणः मनसि न गच्छति अस्तु ईहल्यकोः वदामि तत्तु हेमा भगिनि अस्तु भगिनि ईहल्यगोः ईहल्यगोः श्नाप्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य स्थाने ईकारादेशः भवति किटिङिति हलादिसार्वधातुकप्रत्यये परे परन्तु भूसंज्ञकधातुः चेत् न भवति भूसंज्ञकधातुः नाम दा धा च धातु नगुः अगुः तस्य अगोः ई लुप्तप्रथमाकं पदं हलि सप्तम्यन्तम् अगोः षष्ट्यन्तं त्रिपदमिदं सूत्रं स्नाभ्यस्तयोरातः इत्यस्मात् श्नाभ्यस्तयोः आतः चेत्यनयोः अनुवृत्तिः गमहनझनखनगसां लोपः नित्यनङ्गी इत्यस्मान् निति इत्यस्य अनुवृत्तिः अत् अत सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति अङ्गस्य श्नाभ्यस्तयोः आतः ईङिति हलि सार्वधातुके अगोः स्नाभ्यस्तयोरातः तु सामान्यसूत्रमस्ति यत्र स्ना विकरणप्रत्यये कृते इत्युक्ते क्रियादिगणे अपि च अभ्यस्तसंज्ञकधातुः अस्ति चेत् तस्य तत्र अङ्गस्य आकारः लोपः भवति यदि किमिति सार्वधातुकप्रत्ययः परे अस्ति चेत् परन्तु ईहल्यगोः विशिष्टसूत्रमस्ति कुत्रचित् यदि प्रत्ययः यत् परे अस्ति तत् हलादि किटिङिति सार्वधातुकप्रत्ययः अस्ति चेत् तत्र आकारस्य स्थाने ईकारादेशः भवति अपि च यदि घूसंज्ञकधातुः अस्ति यदा दा धा द्वयमपि घूसंज्ञकधातु तेषां कृते ईकारादेशः न भवति ई हलि अगोः इति अस्ति अतः ईकारादेशः हल् हल् सार्वधातुक प्रत्यय हलादि सार्वधातुकप्रत्ययः परे अस्ति चेत् तत्र इकारादेशः भवति न तु घूसंज्ञकं धातु कृते मा मिमा हा जिहा हा जहा गा जिगा एतेषां धातूनां कृते सोपानानि सन्ति वयं कथं करणी रूपाणि निष्पन्नानि इति अत्र उक्तमस्ति हलादिपित्सु आकारान्तेषु गुणः न भवति अतः किमपि कार्यं नास्ति तर्हि जिगायोगः ति केवलं मेलनमेव जिगाति इति रूपमायाति यद्यपि पित्स् अस्ति तत्र आकारान्तस्य गुणः गुणस्य प्रसक्तिः एव नास्ति अतः किमपि कार्यं न भवति केवलं संयोजनं परन्तु यदा तथैव अजादिपित्सु अपि गुणस्य प्रसक्तिः नास्ति परन्तु सन्धिकार्यमस्ति चेत् तत् करणीयं यथा जिगा लोट्लकारे उत्तमपुरुषे जिगायोगः आनि अस्ति अत्र आकार आकारयोजनेन अकः सवर्णे दीर्घः अनेन सूत्रेण जिगानि इति रूपं निष्पन्नम् यदि अपित् अस्ति तर्हि हलादि अपित्सु ईहल्यगोः इत्यनेन आकारस्य ईकारादेशः भवति मिमा इति अङ्गम् अस्ति ते इति प्रत्ययः ते तु हलादि अपित् अस्ति अतः अत्र हलादि अपित्वात् अत्र ईहल्यगोः सूत्रं कार्यं करोति तर्हि आकारस्य स्थाने ईकारादेशः भूत्वा मिमीते इति रूपम् आयाति यदि अजादि अपित् अस्ति तत्र तु स्नाभ्यस्तयोरातः सूत्रम् एव कार्यं करोति अतः आकारस्य लोपः एव भवति मिमायोगः अते अते प्रथमपुरुष बहुवचने आत्मनेपदीरूपमस्ति अतः आकारस्य लोपः भूत्वा मिम् योगः अते अतः मिमते इति रूपं निष्पन्नम् अस्तु भगिनि धन्यवादः भगिनि रामप्रिया आं भगिनि मां माने मित्वात् आत्मनेपदी मिमा इति अङ्गं प्रथमं लटीरूपं सिद्धतिङ् प्रत्ययाः अस्ति ते आते अते प्रथमपुरुषे एकवचनं ते इति हलादि अस्ति अपित् अस्ति हलादि अपित् इत्युक्ते आम् ई हल्यगोः इति सूत्रेण आकारस्य स्थाने ईकारादेशः भवति निमीते इति भवति आते आते अजादि अस्ति अपित् अस्ति अजादि अपित् इत्युक्ते श्नाभ्यस्तयोरातः इति सूत्रेण अकारस्य लोप आकारस्य लोपः भवति निमाथे अथे अपि समानकार्यमेव श्नाभ्यस्तयो रातः इति सूत्रेण आकारस्य लोपः निमते निमीते निमाते निमते महोदय मध्यमपुरुषे से आते द्वे इति रूपं सिद्धतिं प्रत्ययः सो मीमा इति अङ्कं मीमा योगः से मीमासे इति रूपं भवति सोपानेन वदति वा महोदय से इति कीदृशप्रत्ययः अस्ति यद्यपि जानीमः सारि महोदय हलादि अप्यत् अस्ति अत्र सो ईहल्योः इति सूत्रेण ईकार आदेशः मिमीषे इति रूपं भवति महोदय क्षम्यतां महोदय मिमीषे मिमीषे इति भवति सकारं केन सूत्रेण भवति आदेशे अत्र प्रसक्तिः नास्ति एव किमर्थम् इत्युक्ते इन्कोः वर्णः निमित्तानि सन्ति इल सो अतः अत्र नास्ति ओहो अस्ति अस्ति आकारम् ईकारं भवति किल नौ यस् यस् आदेशे प्रत्ययोः इति सूत्रेण स स्थाने कार आदेशः अतः मिमीषे इति रूपं भवति क्षम्यतां महोदय धन्यवादः आते इति तदनन्तरम् अत्र अजादि अपि तद् स्नाभ्यस्तुरात सूत्रं कार्यं करोति आकार मिमा इति सङ्गस्य आकारं लोपं भूत्वा मिम् योगः आते इति रूप मिमाते इति रूपम् आगच्छति देन् द्वे इति हलादि अपि अतः आकारस्य स्थाने ईकारः ईहल्यो सूत्रेण ईकार आदेशः सो अतः मिमी द्वे इति रूपं मिमीषे मिमाते मिमी द्वे इति रूपाणि भवन्ति धन्यवादः इदानीम् आत्मनेपदि उत्तम लट्लकारस्य उत्तमपुरुषरूपाणि के वहे महे अङ्गमस्ति मिमा मिमायोगः ए ये अजादि अपित् अस्ति अतः अत्र स्नाभ्यस्तयो रातः इत्यनेन अङ्गस्य अन्तिम आकारस्य लोपः भवति अतः अत्र मिम् योगः ए मिमे इति रूपं निष्पन्नं भवति मिमायोगः वहि वहि हलादि अपित् अस्ति अतः अत्र प्रथमं अत्र स्नाभ्यस्तयो रातः इत्यस्य प्रसक्तिः अस्ति परन्तु तं प्रबाध्य ई हल्यघोः इत्यनेन आकारस्य स्थाने ईकारादेशः भवति अतः मिमीयोगः द्वे मिमीयोगः वहे मिमीवहे इति रूपं निष्पन्नं भवति तथा एव मिमीमहे आहत्य मिमे मिमीवहे मिमीमहे इति रूपाणि पुष्पभगिनी लोट् लकारं लोट् न आं भगिनि लोट् मिमा एतत्तु आत्मनेपदी रूपमस्ति खलु तं तं आत्मनेपदी तम् एकनिमिषम् आत्मनेपदी लोट्लकारे तां न तां तत्र अपित् अस्ति हलादि अपित् अस्ति ईहल्यघोः इत्यनेन आकारस्य ईकारादेशः भवति मिमीताम् आतां तु स्नाभ्यस्तरो स्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः मिमाताम् अत्र मिलनं मेलनं मिमाताम् मिमताम् आकारस्य लोपः तत्तु अकार अताम् स्वा करोमि न प्रायः धन्यवादः मध्यमे स्व आथां ध्वम् इति सिद्धतिं प्रत्ययः मिमायोगः स्व स्व तु हलादि अपित् अस्ति अतः ईहल्यगोः सूत्रं कार्यं करोति अतः आकारस्य स्थाने ईकारादेशः भूत्वा मिमीयोगः स्व मिमी स्व इदानीं सकारः तु प्रत्ययस्य अवयवः अस्ति अपि च अपदान्ते अस्ति तस्य प्राक् इण्को वर्णः अस्ति अतः सकारस्य शकारं भूत्वा शकारः भूत्वा तत्र मिमीष्व इति रूपम् आयाति तदनन्तरं मिमायोगः आथाम् अत्र श्नाभ्यस्तयोरातः कार्यं करोति यतोहि अत्र अजादि अपित् अस्ति इति कारणेन तत्र आकारस्य लोपः भूत्वा मिमाथाम् इति रूपं मिमायोगः द्वम् हलादि अपित् अस्ति ईहल्यगोः कारणेन मिमीध्वम् इति आयाति अतः मिमीष्व मिमाथां मिमीध्वम् इति रूपाणि अस्तु भगिनि रामप्रिया आं भगिनि उत्तमपुरुषे ऐ आवहै आमहै लोटि सर्वे अप्य क्षम्यतां पितः अजादिपित् अस्ति आम् अजादिपितः अस्ति मीमा इति अङ्गं मीमायोगः ऐ गुणकार्यस्य प्रसक्तिः अत्र नास्ति वृद्धि सन्धि वृद्धिकार्यं भवति मीमायोगः ऐ मिमै मीमायोगः वहै अत्र सवर्णदीर्घसन्धिः भवति अकः सवर्णदीर्घ इति सूत्रेण मिमावहै मिमायोगः महै अत्रापि सवर् अकः सवर्णदीर्घः इति सूत्रेण सवर् दीर्घसन्धिः भवति मिमामहै मिमै मिमामहै मिमामहै महोदय लङ्लकारे त आताम् अत इति रूपम् अत्र लङ् लुङ् लृङ्सु इति सूत्रेण अडु ततः इति आगच्छति अङ्गस्य पूर्वं सो आयोगः मीमायोगः योगः त इत्यनेन तकारस्य हलादि अपि अतः ऐहल्योः कार्यं करोति अतः आ मिमीथ इति रूपम् आगच्छति महोदय आयोग मिमायोः आताम् आताम् अजादि अपि स्नाभ्यस्वरात इति सूत्रेण आकारः लोपं भूत्वा मिमाथाम् इति रूपम् आगच्छति देन् बहुवचने अत्र त एकवचने त पित् अस्ति किल न महोदय अत्र तु अपित् एव अस्ति खलु एतद् आत्मनेपदी एव खलु आत्मनेपदी देन् बहु अत इति आं महोदय आदव्यस्त इत्यनेन नात इति खलु बहुवचने अत रूपम् आयोगः मीमायोगः अत अत आजाद्य अपि अतः स्नाभ्यस्वरात् सूत्रं कार्यं करोति. अतः आमिमत महोदय आमिमित आमिमताम् आमिमत इति रूपं रूपाणि भवन्ति. धन्यवादः धन्यवादः भगिनि. इदानीं मध्यमपुरुषरूपाणि सिद्धतिं प्रत्ययाः लङ्लकारे अत्र थाः आथां ध्वम् अत्र मिमा इति अङ्गमस्ति. प्रथमं लुङ् लङ् लृङ् षुड् दात् इत्यनेन अडागमः अयोगः मिमायोगः थाः थाः इति अत्र हलादि अपित् अस्ति अतः ईहल्यगोः इत्यनेन आकारस्य इ आदेशः भवति अतः अत्र निमी इति भवति. आयोगः निमीयोगः थाः अमिमीथाः इति रूपं निष्पन्नं भवति. आयोगः मिमायोगः आथाम् आथाम् अजादि अपि अस्ति अतः अत्र श्नाभ्यस्तयोरातः इत्यनेन मिमा इत्यस्य आकारस्य लोपः भवति. आयोगः मिं योगः आथाम् अमिं योगः आथाम् अमिमाथाम् इति रूपं निष्पन्नं भवति. आयोगः मिमायोगः ध्वम् अत्र ध्वम् इति हलादि अपि अस्ति अतः ईहल्यघोः इत्यस्य कार्यम् आयोगः मिमीयोगः ध्वम् अमिमीयोगः ध्वम् अमिमीध्वम् आहत्य लङ्लकारे मध्यमपुरुषरूपाणि अमिमीथाः अमिमाथाम् अमिमीध्वम् महोदय. अत्र ई वहि महि हलादि हलादि अपित् अस्ति हल ई अजादि अपित् अस्ति तथैव मिमा अजादि अपित् तत्र श्नाभ्यस्तरोरातः इत्यनेन आकारस्य लोपः मिम् योगः इ मिमि इति पूर्वमस्ति खलु अमिमि अमिमि अमिमि वहि तु हलादि अपि अस्ति तथैव तदर्थम् ईहल्यघोः इत्यनेन आकारस्य ईकारः आदेशः तत्तु मिमी वहि मिमी महि. मध्ये सर्वे प्रत्ययाः तु अजादि अपितः अतः सर्वत्र स्नाभ्यस्तयोरातः सूत्रं कार्यं करोति. आकारस्य लोपः भूत्वा मिमायोगः ईत मिमीत मिमियाथां मिमीरन् मिमीथाः मिमियाथां मिमीध्वं मिमीय मिमीवहि मिमीमहि इति रूपाणि. धन्यवादः. ओहां सौ इति नित्वात् नित्वात् आत्मनेपदी दिहा इति अङ्गं रूपाणि उपरि मिमा इति यथावत् तद् तद्वा अनन् जिहा एव वदामि भगिनि. भगिनि जिहा वा घा इति धातुः वा? एतत्तु ओहाङ्ग् ओहाङ्ग् इति अस्ति खलु. आम् ओहाङ्ग् समानकार्यम् इति एव अस्ति. जिहा वा गाव जिगाव किं कुर्मः सर्वे किं चिन्तयन्ति यतोहि तत्र महोदयेन ओहाकपि कृतवान् तत्र नूतनसूत्राणि सन्ति अतः वयं ह्यः तु शीघ्रेण रूपाणि उक्तवन्तः तर्हि तदेव कुर्मः जिगाव इति धातोः रूपाणि गा धातुः परस्मैपदी जिगा इति अङ्गम् अहं चिन्तितवती हा इति रूपाणि नावश्यकं चेत् नावश्यकं भगिनि समानरूपाणि खलु तर्हि एतत्तु परस्मैपदी इति तर्हि जिगा इति एकम् एक आत्मनेपदी एकं परस्मै धा इति परस्मैपदी लटि तीतः अन्ति इति प्रथमपुरुष एकवचनं टी पित् अस्ति हलादिपित् अस्ति हलादिपित् गुणकार्यं नास्ति परन्तु जिघायोगः वर्णमेलनं जिघायोगः जिघाति सः हलादि अस्ति अपित् अस्ति हलादि अपित् तत्र तु ई हल्यगोः इति सूत्रेण इकारादेशः भवति आकारस्य स्थाने जिगायोगः जिगीतः अथि इति अजादि अस्ति अपित् अस्ति अत्र श्नाभ्यस्तयोरातः इति सूत्रेण आकारस्य लोपः जिगति जिगाति जिगीतः जिगति मध्यमपुरुषे सि तः त इति रूपाणि जिहायोगः सि अत्र हलादि पित् सो मेलनमेव जिहासि इति रूपं भवति द्विवचने अह हलादि अपित् अतः ईहल्योः सूत्रं कार्यं करोति आकारस्य स्थाने ईकारादेशः जिहीतः बहुवचने अपि जिहीत इति रूपाणि आगच्छति महोदय अत्र शास्त्रं भवति वा महोदय न भवति अत्र इन्को नास्ति अत्र आकारम् अस्ति इन्को नास्ति जिहासे स इति तिष्ठति जिहा इति रूपं न धातुः तु इदानीं गा धातुः खलु खलु भगिनि जिगा न तु जिहा ओ धन्यवादः गा धातु जिगा जिगा इदानीं लट्लकारे उत्तमपुरुषरूपाणि नि वः मः अत्र जिगायोगः मि हलादिपित् अस्ति अत्र गुणकार्यं न भवति आकारान्तधातुः अस्ति अतः केवलं वर्णमेलनमेव जिगामि वः इति हलादि अपित् अस्ति अतः अत्र कीहल्यघोः इत्यनेन आकारस्य ईकारः आदेशः अतः जिगीवः तथा एव जिगीमः आहत्य जिगामि जिगीवः जिगीमः लोट्लकारे तु तम् तु हलादिपित् अस्ति जिगा अत्र मेलनं जिगातु तात् हलादि अपित् अस्ति जिगा तत्र हलादि अपित् ईहल्यगोः इत्यनेन आकारस्य ईकारः आदेशः जिगीतात् जिगीताम् अतु तु अजादि अपि स्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः तत्तु अतु अस्ति तत्तु जिगा जिग् अतु जिगतु तत्तु जिगातु जिगितात् जिगितां जिगतु मध्यमपुरुषे हि तात् तन्त सर्वे हलादिपितः सर्वत्र ई हल्यगोः कार्यं करोति अतः जिगीः जिगीतात् जिगीतं जिगीत इति रूपम् आनि आव आम अजादि अस्ति पित् अस्ति अत्र किमपि गुणकार्यस्य प्रसक्तिः नास्ति जिघा योगः आनि अकः सवर्णे दीर्घः इति सूत्रेण सवर्णदीर्घः सन्धि सर्वत्र अत्र जिघानि जिघाव जिघाम लङ्लकरे ताम् उहु अस्ति मीमा जिगा इति अङ्गं लङ्लकरे लुङ् लङ् लृङ्सु इति अडुतातः इत्येन आकारः अङ्गस्य पूर्वम् आगच्छति अतः अनन्तरं तकारः हलादि अपित् अतः ईहल्यो सूत्रेण अजिहीत रूपं दन् तदेव हलादि अपि अतः ईहल्योः वित्रेण अजहीताम् महोदय भगिनी यथा उक्तं हलादिप्त अस्ति ओ इत् आम् महोदय अतः मेलनमेव ओ सारिगात् तां हलादि अपि तदेव ईहल्यो सूत्रेण ईकार आदेशः आकारस्थाने अजिगा अजिगीताम् उहुस्थाने उहु अपि अजादि अपि तद् अतः स्नाभ्यस्वरातः सूत्रेण आकारः लोपं भूत्वा अजिहु जिह जिगहुः वा अजिग् इति भवति आकारस्य लोपं भूत्वा अजिग् इति भवति अनन्तरं उहु अस्ति तर्हि अजिगुः अजिगुः धन्यवादः महोदय धन्यवादः महोदय सुब्रह्मण्यं महोदय आं भगिनि इदानीं लङ्लकारस्य मध्यमपुरुषरूपाणि अत्र सिद्ध तिङ्प्रत्ययाः स तं त अत्र लुङ् लङ् लृङ् षुडदात् इत्यनेन अडागमः आयोगः जिगायोगः स अत्र केवलम् अत्र सकारः तु हलादि पित् अस्ति अतः अत्र आकारान्तधातुः अतः अत्र कोऽपि गुणकार्यं न भवति अजिगायोगः स इदानीं सा तु अन्ते अस्ति अतः ससजुषोरुः खरवसानयोर्विसर्जनीयः इत्यनेन विसर्गः आदेशः अतः अजिगाः इति रूपं भवति अयोगः जिगायोगः तं हलादि अपित् अस्ति अतः ईहल्यघोः इत्यनेन आकारस्य ईकारः आदेशः, अतः अयोगः जिगीयोगः तम्, अजिगीयोगः तम् अजिगीतम्, तथा एव अजिगीत आहत्य अजिगाः अजिगीतम् अजिगीत इति रूपाणि. अं वा मा अजि अं तु पित् अजादि पित् अस्ति, तदैव अकारान्तेषु अजि अम् इति अस्ति. कीदृशः प्रत्ययः अस्ति अम्? सन्धिकार्यं करोति. जिगा अम् जिगाम् अत्र अत्र इह अत्र श्नाभ्यस्य रात्रः इति न कार्यं करोति वा? न करोति. किमजादि पित् अस्ति न? पित् अस्ति आं भगिनि. वा अत्र कार्यं करोति श्नाभ्यस्तः तद् प्रभाद्य प्रभाद्य लोपः न ईहल् हलादि पित् अस्ति. तर्हि श्नाभ्यस्य रथः इत्यस्य प्रसक्तिः अस्ति, अनन्तरं तद् प्रभाद्य ईहल्लिगोः इति कार्यं करोति. कार्यं करोति इत्यनेन आकारस्य आकारस्य स्थाने ईकारः आदेशः अग्रे विधिलिङ्गि सर्वत्र हल् हलः अपितः, अतः ईहल्यगोः इकारादेशः. समितमहोदय अत्र लोपो इ सूत्रं कार्यं करोति वा? न, तत्तु जहाति जिगीयात् जिगीयातां जिगीयुः, जिगीयाः जिगीयातां जिगीयात, जिगीयां जिगीयाव जिगीयाम इति सर्वत्र ईकारादेशः एव भवति. आं क्षम्यतां भगिनि. अनन् सूत्रमेव किल, ओहाक्ह ओहाक्ह जः परस्मैपदि तद् अभवत् दहातेश्च ओहाक् धातोः आकारस्य स्थाने ह्रस्वः ईकारादेशः विकल्पेन भवति हलादौ ङिति सार्वधातुकप्रत्यये परे. अलोन्त्यस्य इत्यनेन ओहाक् धातुरूपाङ्गस्य अन्ते स्थितस्य आकारस्य स्थाने इधादेशः, न तु पूर्णतया अङ्गस्य. जहातेः षष्ट्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम्. इत् दरिद्रस्य इत्यस्मात् इत्यस्य अनुवृत्तिः, वियो अन्यतरस्याम् इत्यस्मात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः, ई हल्यगोः इत्यस्मात् हलि इत्यस्य अनुवृत्तिः, गमहन जनघन गसां लोपः ङिति नित्यनङ्गि इत्यस्मात् ङिति इत्यस्य अनुवृत्तिः, अथ उत्सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं, जहातेः च अङ्गस्य इत् हलि ङिति सार्वधातुके स्याम्. एतत् विकल्पेन भवति यदा जहात् धातोः विषये. एतत् जहाति इति तिङन्तरूपं, जहा धातोः आकारस्य स्थाने कृत्व ईकारादेशः भवति हलादौ किति किति इति सार्वधातुकप्रत्ययः परः अस्ति चेत् विकल्पेन. अपक्षे किं भवति अन्यत्र? एकस्मिन् पक्षे स्वस्य इकारादेशः भवति हलादि किटिङ्ग् इति प्रत्येतरे हलादि इत्युक्ते ई हल्यगोः ई हल्यगोः इति सूत्रेण आकारस्य स्थाने ईकारादेशः ईकार दीर्घ ईकारादेशः भवति पूरे पूरयामि भगिनि परसूत्रमिति अस्ति जहादेशः इति बलवत् भवति तर्हि तत् कार्यं कृत्वा वैकल्पिकं रूपं ददाति प्रथमम् एतद् जहातेश्च अग्रिमसूत्रमिति पठति वा अग्रिमम् आच हौ हि प्रत्यये परे ओहाक् धातोः आकारस्य स्थाने न केवलं विकल्पेन ह्रस्वः ईकारादेशः अपि तु आकारादेशः अपि आहत्य हौ परे आकारस्य स्थाने विकल्पेन इकारः आकारो वा भवति च शब्दस्य बलेन इकारः अत्र विधीयते आ लुप्तप्रथमाङ्कं पदं च अव्ययपदं हौ सप्तम्यन्तं पदं त्रिपदम् इदं सूत्रम् इद्दरिद्रस्य इत्यस्मात् इत् इत्यस्य अनुवृत्तिः वियो अन्यतरस्याम् इत्यस्य अन्यतरस्याम् इत्यस्य अनुवृत्तिः जहोतेश्च इत्यस्मात् जहातेः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं जहातेः अङ्गस्य इत् आ च हौ अन्यतरस्याम् अत्र एतत् सूत्रं वदति जहाधातोः विषये एव आकारस्य स्थाने विकल्पेन ह्रस्व ईकारादेशः अपि तु आकारादेशः द्वौ अपि भवति भवतः अपक्षे त्रीणि रूपाणि एतत् प्रथमम् आगच्छति किल भगिनि 113 तत्तु 117 अस्तु भगिनि धन्यवादः मणिमहोदय महोदय भवान् यत् इष्टवन्तः वैयाकरणेषु महोदय अत्र वैयाकरणेषु अत्र मतभेदः अस्ति काशिकायाम् उपरितनव्याख्यायाणाम् अस्ति सिद्धान्तकौमुद्यां उच्यते यत् च इत्यस्य बलेन ईहल्योः इत्यस्मात् ईकारस्यापि अनुवृत्तिः भवति आ च हौ च इति सूत्रे तस्मात् अनेन एव सूत्रेण विकल्पेन त्रयः अपि आदेशो सिद्ध्यन्ति अनया दृष्ट्या ईहल्योः इत्यस्य पृथक् आवश्यकता नास्ति वैयाकरण मन्यते ईहल्योः अत्र नास्ति इति तथा नास्ति मतभेदः मतद्वयम् अस्ति किम् इत्युक्ते एकत्र काशिकावृत्ति अस्ति पुस्तकम् अस्ति खलु तत्र किं वदन्ति इत्युक्ते उपरि यत् उक्तमासीत् आचहौ इत्यनेन आदेशः अनन्तरम् ई ह्रस्व इकारादेशः भवति विकल्पेन अनन्तरम् ईहल्यगोः इति अपक्षे दीर्घ इकारः अस्ति इति ईहल्यगोः इति पृथक्तया एकं सूत्रं कार्यं करोति इति केचनानां मतम् अन्येषां सिद्धान्तकौमुद्यम् यत् उक्तमस्ति इत्युक्ते ईहल्यगोः इति सूत्रेण अत्र ईहल्यगोः सूत्रसङ्ख्या पश्यतु 113 इति अस्ति एतत्तु 117 अस्ति खलु परसूत्रं तर्हि ईहल्यगोः इत्यनेन ईहल्यगोः इत्यनेन अनुवृत्ति ई इति अनुवृत्तिः आयाति आच हौ इति तर्हि आच ई च हौ इति भवति इति आ ई आच हौ इति भवति इत्युक्ते ईकारः ह्रस्वरूप इकारः आ इति त्रीणि अपि आदेशाः अनेन गृह्यन्ते इति केचनः वदन्ति. केचनः वदन्ति इति तथा नास्ति, पृथक्ते इसल्लिगोः इति सूत्रम् आगत्य कार्यं करोति इति केचन मतम्. ओ धन्यवादः महोदय. धन्यवादः महोदय. लोपो इ यकारादौ सार्वधातुकप्रत्यये परे ओहाक् धातोः आकारस्य लोपः भवति. लोन्तस्य इत्यनेन ओहाक् धातुरूप्याङ्कस्य अन्ते सदस्य आकारस्य लोपः, न तु पूर्णतया अङ्गस्य. जहोत् जहाते च इति इत्यस्मात् जहाते इत्यस्य अनुवृत्तिः, अतः उत्सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसूत्रं जहाते अङ्गस्य लोप इति सार्वधातुके. सोरि समिता महोदय. महोदय लास्ट् पेज् जुहोति अधिगणे. अस्तु अस्तु उपरिस्ति. ओके महोदय लोपे अत्र लोपे इति ओहाक्तस्य आकारस्य लोपः भवति इति सूत्रं वदति. निमित्तं किमस्ति लोपः भवति? निमित्तमस्ति हाक् निमित्तं वा? निमित्तम् अलोन्त्यस्य निमित्तम् निमित्तमस्ति. यकारादि सार्वधातुकप्रत्ययः अस्ति खलु, परे अस्ति चेत् तादृशकार्यं भवति. यकारादि सार्वधातुकप्रत्ययः परे अस्ति चेत् ओहाक् धातोः आकारस्य लोपः भवति इति. लोपं भवति इ इति अस्ति खलु, लोप इ इति अस्ति यकारादि. धन्यवादः महोदय. धन्यवादः धन्यवादः महोदय. उदाहरणमस्ति अत्र जहायोगः यात्, अत्र यात् इति यकारादि सार्वधातुकप्रत्ययः, विधिलिङ्गि प्रथमपुरुषे एकवचनमस्ति अत्र जहायोगः यात्, अतः अत्र लोपो इ इत्यस्य कार्यं भवति. आकारस्य लोपः भूत्वा जह् योगः यात्, जह् यात् इति विधिलिङ्गे प्रथमपुरुषे एकवचनरूपं भवति. तर्हि ओहाक् हा जः परस्मैपदी धातुः. अग्रे चतुर्षु तिङन्तवाक्यानि वक्तव्यानि. अत्र ओहाक् इति धातुः अस्ति, अनुबन्धलोपानन्तरम् अत्र हा इति भवति. अनन्तरम् अत्र द्वित्वं द्वित्वकार्याणि भूत्वा जः इति अङ्गं निष्पन्नं भवति. इदानीं लटि अत्र जः ओहाक् तु परस्मैपदी धातुः अस्ति, अतः जः इत्यस्य परस्मैपदी लट् लकाररूपाणि अत्र प्रथमपुरुषे एकवचने तीतः अति, अत्र जहायोगः ति इति अत्र जहायोगः ति अत्र केवलं जहायोगः ति अत्र हलादिपित् अस्ति, अतः केवलं वर्णमेलनं भूत्वा जहाति इति रूपं भवति. अत्र जहातेश्च इत्यस्य कार्यं न भवति. अत्र आच हौ इति भवति वा भगिनी? अत्र किमी किमपि आजहौ अपि जहातेश इत्यस्यैव समान इत्यस्यैव अनुवृत्ति अनुवृत्ति अतः जहा योगः इति जहाति एव रूपं भवति अत्र अत्र जहायोगः तः इदानीं जहायोगः तः अत्र आच हौ न आच हौ न भवति जहातेश्च इत्यनेन अत्र जहाते अङ्गस्य इत् भवति आकारस्य इकार आदेशः भवति अतः जहि योगः तः जहितः तत्तु विकल्पेन अतः अत्र ईहल्यघोः इत्यस्यपि कार्यं भवति अतः जहीतः आहत्य जहितः जहीतः इति द्वौ रूपौ द्विवचने प्रथमपुरुषद्विवचने अति इति बहुवचनसिद्धतिं प्रत्ययः जहायोगः अति अत्र इदानीं श्नाभ्यस्तयोरातः अजादि अपि तस्ति श्नाभ्यस्तयोरातः इत्यनेन अङ्गस्य आकारस्य लोपः भवति जह् योगः अति जहति आहत्य जहाति जहितः जहीतः जहति अत्र सीतः ता सी तु फलादिपित् अस्ति जहा सी अत्र आकारः अस्ति तद्निमित्तानि सी एव अस्ति थः श्ना थः तु ईहल्यगोः ईहल्यगोः कार्यं करोति हलादि अपि अस्ति तथैव जहीतः जहीता तत् उत्तमपुरुष मध्यमपुरुष जहासि जहीतः जहितः तु अस्ति न केन जहीतः जहीता तर्हि मध्यपुरुषस्य मध्यमपुरुषस्य द्विवचने बहुवचने अपि रूपद्वयमस्ति जहीतः जहितः क्षम्यतां जहितः जहीतः तथा एव जहिथ जहीथ इति खलु महोदय क्षम्यतां महोदय अत्र आच हौ इति सूत्रेण आकारमपि भवति किल आकारमपि भवति तत्तु हि इति प्रत्ययपरे हकार हि इति प्रत्ययपरे एव हौ इति अस्ति खलु हौ इत्युक्ते हि प्रत्ययपरे हि इत्यस्य सूत्रमेव भवति खलु हौ इति ओ धन्यवादः हकारात् प्रत्ययः लोट्लकारे मध्यं पुरुषे तत्र एव ओ लोट्लकारे ओ धन्यवादः महोदय मध्यमपुरुषे एकवचने धन्यवादः आं महोदय अत्र उत्तमपुरुषे मी वः मः इति प्रथमं तु हलादि पित् अस्ति अतः केवलं मेलनं जहायोगः मी जहामि इति अन्यत्र द्विवचने बहुवचने वः मः द्वयोरपि हलादि अपितः अतः प्रथमं जहातेश्च सूत्रं कार्यं करोति अतः ह्रस्व इकारादेशः भवति अतः जहिवः जहिमः तदनन्तरम् ईहल्यगोः तस्य प्रसक्तिः अपि अस्ति अतः दीर्घ ईकारादेशः अपि भवति अतः जहीवः जहीमः इति रूपद्वयं भवति अतः आहत्य जहामि जहिवः जहीवः जहिमः जहीमः धन्यवादः लोट्लकारे तूता ताम् अतु इति तु पित् अस्ति, हलादिपित् अस्ति. हलादिपित् इत्युक्ते वर्णमेलनमेव. जहातु तात् हलादि अस्ति, अपित् अस्ति. हलादि अपित् इत्युक्ते जहाति इति सूत्रेण आकारस्य ईकारादेशः भवति विकल्पेन. जहितात् ई हल्यगोः इति सूत्रेण आकारस्य ईकारादेशः भवति जहीतात्. जहातु, जहितात्, जहीतात्. अनन्तरं द्विवचने अपि ताम् इति हलादि अस्ति, अपित् अस्ति. तत्रापि जहातेश्च इति सूत्रेण इकारादेशः विकल्पेन जहितां ई अह्ल्यगोः इति ईकारादेशः जहीतां. तु इति क्षम्यताम् अतु. अतु इति अजादि अस्ति, अपित् अस्ति. तत्र श्नाभ्यस्तयो रातः इति सूत्रेण अकारस्य लोपः भवति जहतु. जहीतां, जहातु, जहितात्, जहीतात्, जहीतां, जहितां, जहतु. महोदय, जहा यो हि हि यत्र पित् अस्ति, अतः जहाहीदुरूपम् इति भवति. अत्र आचहौ इति सूत्रं कार्यं करोति महोदय. आचवदि सूत्रं कार्यं करोति चेत् जहायोः ई अत्र आकारस्य स्थाने ईकारादेशः, अतः जहिः इति रूपम्. अनन्तरम् ईहल्योः इति सूत्रेण ईकारादेश जहीः इति अपि रूपं भवति. तदनन्तरम् आकारः विकल्पेन तिष्ठति आच हौ इति आकारः तिष्ठति, अह जहाहि इति अपि त्रीणि रूपाणि भवन्ति महोदय. तर्हि आच हौ इत्यनेन प्रथमम् आ, अनन्तरं ह्रस्व इकारः, अनन्तरम् ईगल्यगोः इत्यनेन दीर्घैकारः इति वदामः चेत् सोपानं भवति. किमर्थम् इत्युक्ते आचः इत्येव परसूत्रमस्ति, तस्य प्रसक्तिः बलवद् भवति, तर्हि तद् आदौ कार्यं करोति. धन्यवादः महोदय. जहाहि, जहिः, जहीः इति रूपम्. अनन्तरं तात् हलादि अपित्, अतः ईगल्योः इति सूत्रेण आकारः स्थाने ईकारः दीर्घ ईकारः आगच्छति, जहितात् इति रूपम्. अनन्तरं तम् अत्रापि हलादि अपित्, अतः ईगल्योः सूत्रेण जहीतं, बहुवचने जहीत इति रूपं रूपाणि भवति महोदय. आहत्य जहाहि, जहिः, जहीः, जहितात्, जहितात्, जहितम्, अत्रापि रूपाणि द्विविधं भवति. तात् तम् इति जहितात्, जहितात् इति आगच्छति. अनन्तरं जहितं, जहितं, जहित, जहीत इति. जहित इति तत्तु प्रत्ययः कहत इति प्रत्ययः खलु महोदय. हलादि अपित् अतः ईगल्योः सूत्रं करोति, जहोत इति सूत्रमपि कार्यं करोति किल. प्रथमं जहातेश इत्यनेन ईकारः, अनन्तरं ईगल्योः इत्यनेन दीर्घं भवति. धन्यवादः महोदय. धन्यवादः सुब्रह्मण्यं. भगिनि एकः प्रश्नः अत्र सूत्रे तु अन्यतरस्याम् इति दत्तमस्ति, अतः वैकल्पिकेन स च रूपं निष्पन्नं भवति. अतः किमर्थं तत् सूत्रं प्रथमं कार्यं करोति इति किञ्चित् सन्देहः. परसूत्रम् इत्यनेन ईहल्योः इति पूर्वसूत्रमस्ति, आचहम् इति परसूत्रमस्ति, अन्यत्र स्याम् इत्युक्ते एतदपि कार्यं भवति इति प्रथमं कार्यं करोति, पक्षे अपक्षे इति सोपानद्वयं भवति तत्र, परन्तु इदानीं समीचीनं भगिनि. अत्र अन्यतरस्याम् इत्युक्ते एतत् रूपमपि भवति इति अर्थः अत्र. बाधकं नास्ति, एतत् न बाधयति, गोहत्यम् इति सूत्रं न बाधयति, किन्तु प्रथमायाति परसूत्रम् इति. इदानीम् अत्र उत्तमपुरुषरूपाणि सिद्धतिन् प्रत्ययाः आनि आव आम त्रयमपि अत्र अजादि अपि जहायोगः आनि अत्र केवलम् अत्र स्नाभ्य अत्र तु जह आनि इति पित् अस्ति, अतः स्नाभ्यस्तयोरातः इत्यस्य कार्यं तु न भवति अत्र, केवलम् अत्र सन्धिकार्यमेव, गुणकार्यं तु न भवति. अतः सवर्णे दीर्घः इत्यनेन जहानि जहाव जहाम. अस्तु महोदय. लङ्लकारः त् ताम् उः लङ् लुङ् लुङ् लृङ्षु अडुदात्त सूत्रेण अकारः पूर्वे आयाति. धातुः जः अजहात् पित् अस्ति, पित् अस्ति हलादि मेलनं. तां तु अज हलादि अपित् अस्ति, तत् ईहल्यगोः प्रथमं किं सूत्रं कार्यं करोति? परसूत्रं न तु आचहौ आचहौ इति लोट्लकारे हि प्रत्यये परे एव. जहातेश्च जहातेश्च अत्र अजहिताम् इकार आयति, ईहल्यगोः इत्यनेन ईकारः आयाति, अजहिताम् उः अत्र अजादि अपित् अस्ति, तत्कारणात् किं करोति, अजादि अपित् अस्ति स्नाभ्यस्तरयोरातः उः अज अजः अज उः अजहुः. अस्तु भगिनि, धन्यवादः भगिनि. मध्यमपुरुषे सकारः तं त इति सिद्धतिं कृतयः, अजः योगः स पदान्ते अस्ति इति कारणेन सस्यजुषोरुः खरवस्थानयोर्विसर्जनीयः कारणेन तत्र विसर्गादेशः भवति अजहाः इति रूपं. तदनन्तरं तं स द्वयमपि हलादि अपितः, अतः अत्र प्रथमं जहातेश्च सूत्रं कार्यं करोति, अतः ह्रस्व इकारादेशः भूत्वा अजहितम् अजहित. तदनन्तरम् ईहल्यगोः तस्य प्रसक्तिः अपि अस्ति अत्र, अतः वैकल्पिकेन विकल्पेन तत्र अजहीत अजहीत अजहीतम् अजहीत. तर्हि अजहाः अजहितम् अजहीतम् अजहित अजहीत. उत्तमपुरुषे अम्ब म अम् इति अजादि अस्ति, तिक् अस्ति, अजः इति अस्ति अजः, अत्र सवर् अकः सवर्णे दीर्घः इति सूत्रेण अजहाम् अनन्तरं ब म हलादि अस्ति, अपित् अस्ति. प्रथमं जहातेश्च इति सूत्रेण आकारस्य स्थाने इकारः, अनन्तरम् इकार आकार अजहीव अजहीम. विकल्परूपम् अस्ति इ हल्यगोः इति सूत्रेण आकारस्य स्थाने ईकारादेशः. अजहीव अजहीम अजहाम् अजहीव अजहीव अजहीम अजहीव अजहीव अजहीम अजहीम. विदिलिङ्ग् यातां युः हलादि अपित् अत्र विशेष लोपो ये इति ओहाक् इति अङ्गस्य विशेषसूत्रेण अकारः लोपं भवति. अतः जह्यात् जह्यात्तां जह्युः इति रूपं भवति महोदय. ताः सर्वेषां हलादि अपित् अतः लोपो इ सूत्रेण आकारः लोपं भूत्वा जह्याः जह्यातां जह्यात्तं जह्यात् तन् जह्यां जह्याव जह्याम इति रूपं रूपाणि सिद्ध्यन्ते. धन्यवादः. तर्हि एतावदेव वयं दृष्टवन्तः खलु. आम् आं भगिनि. धन्यवादः. प्रश्नः नास्ति. धन्यवादः. शुभरात्रिः. Thank you.